नमस्सर्वेभ्यः. अस्माकं सन्धिवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति समासः इति. तत्र गते सप्ताहे वयं नञ् प्रभृतयः इति तत्पुरुषसमासस्य एव एकः प्रभेदः अस्ति, तं प्रभेदं दृष्टवन्तः. तत्र प्रथमतया नञ् प्रभृतयः इत्यस्मिन् पञ्चप्रभेदाः सन्ति. नञ् तत्पुरुषसमासः, कुसमासः, गतिसमासः, प्रादिसमासः, अपि च उपपदसमासः इति पञ्चप्रभेदाः सन्ति. तत्र नञ् तत्पुरुषसमासः सरलमेव, यतात्र नञ् इति अस्ति. नञ् इति एकम् अव्ययमस्ति. नञ् नञ् इत्यस्मिन् तत्र केवलम् अकारः एव अवशिष्यते. नकारः ञकारः द्वयोः लोपः भवति, तर्हि अ इति अवशिष्यते. उदाहरणार्थं न धर्मः अधर्मः इति एकम् उदाहरणं. तत्र एकः एव नियमः आसीत्, गते सप्ताहे वयं दृष्टवन्तः. अत्र राजेन्द्रमहोदय वदति वा अत्र नियमः कः इति. तत्र भगिनी किमस्ति, न्याय प्रत्ययः अस्ति, तत्र नकार ञकारस्य लोपः भूत्वा तत्र अ एव अवशिष्यते. यथा हलादि शब्दः पदम् अस्ति, तत्पूर्वम् अकारः एव अवगच्छति. यथा न धर्मः, तत्र तत् अधर्मः भवति. तत्र अकारः अकारधर्म संयोजित्वा तत् योजित्वा तत्र अधर्मः भवति. तथैव न सत्यम्, अकारः एव अवशिष्यते, तत् असत्यं. परन्तु यदि उत्तरपदम् अजादि अस्ति, तत्र अन् आगच्छति, तत् नकारस्य पूर्वम् अकारः आगच्छति आगच्छति. तत् यथा अन्यः तत्र अन् संयोजित्वा तत् अनन्यः भवति. तथैव समीचीनं महोदय, सम्यक् अस्ति. तदेव एकः एव नियमः, यथा भवान् उक्तवान्. यत्र उत्तरपदं हलादिः अस्ति, तत्र अ इति योजयामः समस्तपदे. न धर्मः इत्युक्ते अधर्मः इति. यत्र उत्तरपदम् अजादिः अस्ति, तत्र अन् इति योजयामः. यथा अत्र औषधम् इति अस्ति चेत् न औषधम् इति अस्ति चेत् अनौषधम् इति समस्तपदं भवति. तावदेव तत्र. एतदपि अत्र तत्पुरुषसमासस्य एव प्रभेदः अस्ति. यथा वयं जानीमः, तत्पुरुषसमासे उत्तरपदस्य यद् लिङ्गं भवति, वचनं भवति, तदेव समस्तपदस्य लिङ्गमपि भवति, वचनमपि भवति. तर्हि अत्र अधर्मः इति समस्तपदे धर्म इति पदं पुल्लिङ्गे अस्ति, अतः समस्तपदमपि पुल्लिङ्गे भवति इति. अत्र तावदेव अत्र नियमः. अत्र कोऽपि प्रश्नः वा? सरलमेव अत्र किमपि नास्ति. भगिनी, मम प्रश्नद्वयम् अस्ति नियमस्य विषयेण, किन्तु उपपदसमासः कथं नञ् समासस्य प्रभेदः इति. इत्युक्ते नञ् इत्युक्ते नकारः आगच्छति खलु. समीचीनं भगिनि. नञ् प्रभृतयः इत्युक्ते तत्र नञ् तत्पुरुषस्य अन्तर्भूतः नास्ति उपपदसमासः. नञ् प्रभृतयः इत्युक्ते नञ् एण्ड् अदर्स् इति अर्थः. ओ अस्तु. इत्युक्ते तत्र केवलं तत्र केटगरी अस्ति, तस्मिन् केटगरी नञ् तत्पुरुषः अस्ति, कुसमासः अस्ति, गतिसमासः अस्ति, प्रादिसमासः अस्ति, उपपदसमासः. नञ् तत्पुरुषसमासः अपि च उपपदसमासः द्वयोः सम्बन्धः नास्ति. ओ अस्तु, अहं तस्य प्रभेदः इति चिन्तितवती. अस्तु, इत्यादयः इति इत्यादयः सत्यम्. अस्तु अस्तु अस्तु. तर्हि अत्र तावदेव अत्र नञ् तत्पुरुषसमासस्य विषये. तदनन्तरं कुसमासः इति अपि दृष्टवन्तः. अत्र मेहुल् महोदय वदति वा, कुसमासः इत्युक्ते अत्र कः किम्? कुसमासः इत्युक्ते तत्र एकम् उदाहरणं दृष्ट्वा, कुत्सितः अश्वः इति अस्ति चेत् तत्र कदश्वः इति भवति. तत्र कुत् इत्यस्य कुत्सितः इत्यस्य परिवर्तनं भूत्वा कद् इति आगच्छति, कद् इति आगच्छति, अतः कद् योगः अश्वः इति कदश्वः इति भवति, तत्र कुसमासः इति अस्ति. सत्यं सत्यं. अन्यत् तत्र अत्र अन्य कोऽपि नियमः अस्ति वा? अन्य कोऽपि नियमः तत्र कुत्सितः यदि अनन्तरं उत्तरपदे कार्यम् इति अस्ति अथवा राष्ट्रम् इति अस्ति वा भोजनम् इति अस्ति वा तत्र कु इति एव अवशिष्यते, अतः कुकार्यम् इति भवति, तत्रापि कुसमासः भवति. सत्यं सत्यं, समीचीनं महोदय. अत्र कु इति शब्दस्य कः अर्थः? कु इत्यस्य शब्दः अर्थः किमपि कुत्सितः नेगेटिव् अर्थमध्ये अस्ति. किं हा हा समीचीनं, हा सत्यं सत्यं, दोषसहितं सत्यं सत्यं, निन्दां बोधयति इत्युक्ते निन्दार्थे, निन्दार्थे अस्ति, निन्दार्थे अस्ति. हा अत्र अत्रापि यथा नै तत्पुरुषसमासे अत्र अत्रापि एकः एव नियमः, यत्र उत्तरपदं हलादिः अस्ति चेत् तत्र कु इति योजयामः, यथा अत्र कुत्स्थितः पुरुषः इति विग्रहवाक्यम् अस्ति चेत् कुपुरुषः अथवा कापुरुषः इत्यपि विकल्पेन भवति, कुपुरुषः अथवा कापुरुषः इति. यत्र उत्तरपदम् अजादिः अस्ति, यथा अत्र अन्नम् अथवा अश्वः इति अजादिपदम् अस्ति चेत् तत्र कुत्स्थितम् अन्नम् इत्युक्ते तत्र कु न योजयामः, परन्तु कद् इति योजयामः, कदन्नम् इति वदामः. कदन्नम् इत्युक्ते यः यत् अन्नम् इदानीं सम्यक् नास्ति तादृश अन्नं, कदन्नं. कुत्स्थितः अश्वः कदश्वः, कद् योगः अश्वः कदश्वः इति तावदेव अत्र नियमः अस्ति. अत्र अन्यदपि एकं वक्तव्यं, कुसमासः नित्यसमासः इत्युक्ते एतावता यत् वयं दृष्टवन्तः अत्र सामान्यतत्पुरुषसमासः, कर्मदारयसमासः, तत्र वैकल्पिकमस्ति इत्युक्ते अत्र व्यस्तप्रयोगः अपि भवितुमर्हति. सीतापतिः इति समस्तपदे सीतायाः पतिः इति व्यस्तप्रयोगः, अथवा सीता अथवा सीतापतिः इति समस्तप्रयोगः, तर्हि वैकल्पिकम् अस्ति तत्र. परन्तु यत्र कुसमासः अस्ति तत्र नित्यसमासः अस्ति, तर्हि अत्र कुत्स्थितः पुरुषः इति न वक्तुं शक्यते, कुपुरुषः इति एव वक्तुं शक्यते, अतः अत्र नित्यसमासः इति उच्यते. भगिनी इत्युक्ते समासः भवेत् एव इति वा? समासः भवेत् एव इति. यदि अत्र कुपुरुषः इति वक्तुम् इच्छति चेत् तत्र कुत्स्थितः पुरुषः इति अपि वक्तुं शक्यते वा इति चेत् तथा न वक्तुं शक्यते, अत्र नित्यसमासः, कुपुरुषः इति एव वक्तव्यम्. अस्तु, अस्तु, तदनन्तरम् अत्र द्वितीयं समासः अस्ति नञ् प्रभृतय इत्यस्मिन्नेव उपपदसमासः इति. उपपदसमासः अपि वयं दृष्टवन्तः. अत्र वैशिष्ट्यं किमिति चेत् उपपदम् इति अस्ति. उपपदम् इत्युक्ते उप इत्युक्ते समीपे इत्युक्ते तादृशपदं पूर्वम् अस्ति चेत् एतादृशसमासः भवति. तर्हि उपपदम् इति संज्ञा अस्ति कृदन्तप्रकरणे, उपपदम् इति काचित् संज्ञा अस्ति. तर्हि इदानीं वयं सरलरीत्या पश्यामः चेत् उपपदम् इति वस्तुतः सुबन्तं पदम् अस्ति. उपपदं तत् पदं पूर्वपदे अस्ति, उत्तरपदे धातुः अस्ति, धातोः विकृतरूपम् अस्ति. इदानीम् अत्र उदाहरणं पश्यामः. जलं ददाति इति विग्रहवाक्यं, तत्र समस्तपदं भवति जलदः इति समस्तपदं जलदः. तर्हि जलम् इति पदम् उपपदम् अस्ति. ददाति इति दा धातुतः तत्र विकृतरूपम् अस्ति समस्तपदे, दः द इति विकृतरूपं. तर्हि दा इति धातुः आकारान्तः अस्ति, आकारान्तः अस्ति इति कृत्वा तत्र ह्रस्व अकारः भवति इति नियमः. तर्हि जलं ददाति इति जलद इति प्रातिपदिकं, तस्मात् सुप् उत्पत्तिः जलदः इति सुबन्तं पदं. तर्हि अत्र जलदः इति दृष्ट्वा कथं ज्ञातुं शक्यते अत्र समस्तपदम् अत्र उपपदसमासः अस्ति इति? अत्र एकः सङ्केतः अस्ति, जलम् इति सुबन्तं पदं, परन्तु द इति पदं वस्तुतः तादृशपदं नास्ति. द इति अत्र प्रातिपदिकम् अस्ति, पदं नास्ति. तर्हि पूर्वपदं पूर्वपदं सुबन्तं पदम्, उत्तरपदं धातोः विकृतरूपम्. अतः उभयत्र सुबन्तपदं नास्ति. तर्हि तादृशं दृष्ट्वा वयम् अवगन्तुं शक्यते अत्र ओ अस्तु अत्र प्रायः उपपदसमासः अस्ति इति. अन्यत् उदाहरणं पश्यामः चेत् कुम्भं करोति इति, तर्हि कुम्भकारः इति समस्तपदं. कुम्भकारः इति पृथक् कुर्मः चेत् कुम्भकारः, तर्हि कुम्भम् इति पदमस्ति, उपपदमस्ति. कार इति व्यस्तप्रयोगः कर्तुं न शक्यते. कार इति पदं तदा एव आगच्छति यदा पूर्वे उपपदम् अस्ति. कुम्भम् इति पदमस्ति चेत् एव कार इति पदम् आगच्छति. अतः तत्र व्यस्तप्रयोगः न भवितुमर्हति. अतः कुम्भकारः इति दृष्ट्वा वयम् अवगन्तुं शक्यते अस्तु कुम्भम् इति पदमस्ति, कार इति वस्तुतः अत्र पदं नास्ति, अत्र धातोः विकृतरूपम् अस्ति. कृ इति धातुतः आगतः, तस्य परिवर्तनं भूत्वा कार इति अभवत्. तर्हि प्रायः उपपदसमासः अस्ति इति अवगन्तुं शक्यते. अत्र अन्यानि उदाहरणानि अपि गते सप्ताहे वयं दृष्टवन्तः. यथा अत्र भाष्यं करोति इति भाष्यकारः, अपि च अत्र त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति. क्षम्यताम्, त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति. अत्र भाष्यकारः भाष्यं करोति इति भाष्यकारः, अथवा भाष्यकारी अथवा भाष्यकारम् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति. एवमेव अत्र भयं करोति इति भयङ्करः, अत्र भयङ्कारः इति नास्ति, करः विशिष्टपदमस्ति. भयङ्करः अथवा भयङ्करी, भयङ्करम् इति त्रिषु लिङ्गेषु रूपाणि. अपि च अन्यत् अत्र उपपदसमासः नित्यसमासः अस्ति. अत्रापि नित्यसमासः करणीयः एव, अत्र वैकल्पिकं नास्ति. अतः कुम्भकारः इति एव वक्तव्यम्. अत्र कुम्भं कारः इति पृथक् पृथक् वक्तुं न शक्यते. कुम्भकारः इत्येव समस्तपदस्य एव प्रयोगः करणीयः. अपि च अत्र विग्रहवाक्यं पश्यामः चेत् अत्र उदाहरणार्थं सीतापतिः इति वदामि चेत् विग्रहवाक्ये सीता इत्यपि पदमस्ति, पति इत्यपि पदमस्ति, द्वयमपि सुबन्तं पदम्. अतः सीतायाः पतिः इति विग्रहवाक्यं. परन्तु कुम्भकारः इति समस्तपदं. तत्र विग्रहवाक्ये कुम्भं कार इति पदद्वयं स्वीकृत्य विग्रहवाक्यं नास्ति. पश्यति चेत् अत्र कुम्भं करोति इति कार इति पदं कृ इति धातुतः आगतः. तर्हि तत्र कार इति पदं वस्तुतः पदस्य प्रयोगः पृथक्तया न कर्तुं शक्यते. अतः कृ धातोः लट्लकारस्य रूपं स्वीकृत्य कुम्भं करोति इति कुम्भकारः. तर्हि अत्र पश्यामः चेत् प्रायः अत्र संशयः उदेति. अत्र पूर्वपदं सुबन्तं पदम्, उत्तरपदं तिङन्तरूपम् अस्ति वा, तिङन्तपदम् अस्ति वा इति तादृशसंशयः भवति. परन्तु वस्तुतः समस्तपदे उत्तरपदं वस्तुतः कृदन्तपदम् अस्ति, न तु तिङन्तपदम्. पूर्वपदम् उपपदमस्ति समस्तपदे, उत्तरपदं कृदन्तं पदमस्ति. इति अत्र केवलं किञ्चित् अभिज्ञानमेव कर्तुं शक्नुमः, पेटर्न् रेकग्निशन्. इदानीं प्रश्नः अस्ति वा अत्र? अस्तु, अस्तु. तर्हि ततः अग्रे वयं प्रादिसमासः इति अपि आरब्धवन्तः गते सप्ताहे. प्रादिसमासः यथा अत्र नाम अस्ति प्रादि इति उपसर्गः अस्ति, उपसर्गाः एव प्रादयः इति उच्यते व्याकरणे इति उच्यन्ते, तर्हि प्रादयः इति उपसर्गाः, पूर्वपदे प्रादयः सन्ति इत्युक्ते उपसर्गाः, उत्तरपदे अन्यत् सुबन्तं पदम्, पूर्वपदे उपसर्गः उत्तरपदे अन्यत् सुबन्तं पदम् अस्ति चेत् प्रादिसमासः भवति, अत्रापि नित्यसमासः अस्ति न तु वैकल्पिकम्, अत्र तत्पुरुषसमासस्य एव प्रभेदः अस्ति। उदाहरणार्थं शोभनः पुरुषः इति विग्रहवाक्यं, शोभनः पुरुषः, तर्हि समस्तपदं भवति सुपुरुषः, शोभन इत्यस्य स्थाने सुपुरुषः, तस्य एव पर्यायशब्दः अस्ति सु इति, तर्हि सु इति उपसर्गः शोभनम् इति पदं बोधयति, तर्हि समस्तपदं भवति सुपुरुषः इति। अत्र एतदपि वस्तुतः तत्पुरुषसमासस्य एव प्रभेदः अस्ति, अतः उत्तरपदस्य यत् लिङ्गं भवति तदेव लिङ्गं भवति समस्तपदस्य सामान्यतया। तर्हि शोभनः पुरुषः इत्यस्मिन् पुरुषः इति उत्तरपदमस्ति, तस्य लिङ्गं पुल्लिङ्गे अस्ति, अतः समस्तपदस्य लिङ्गमपि पुल्लिङ्गे सुपुरुषः इति। अनन्तरं शोभनः जनः, तर्हि तथैव सुजनः इति भवति। तर्हि अत्र बालसुब्रह्मण्यमहोदय वदति वा अत्र दुराचारः पुरुषः, विजया भगिनी म्यूट् करोति वा भगिनि, विजया भगिनी कृपया म्यूट् करोतु। अहं म्यूट् मध्ये एव आसम्, हा न जाने किमर्थं किञ्चित् ध्वनिः, कदापि अहम् अन्म्यूट् मध्ये न आसम्, म्यूट् मध्ये एव सर्वदा। हरि ओम् का अस्ति सावित्री, हा सावित्री भगिनी, हा नमस्कारः भगिनि, हा भवती अपि कृपया म्यूट् करोतु भगिनि, ध्वनिः अस्ति। अस्तु अस्तु भगिनि, अस्तु अस्तु अस्तु, तर्हि अत्र बालसुब्रह्मण्य एकक्षणं भगिनि महोदय वदतु अत्र दुराचारः पुरुषः, दुराचारः पुरुषः विग्रहवाक्यम्, अत्र समस्तपदं दुष्पुरुषः इति, सत्यं सत्यं दुष्पुरुषः इति समस्तपदमस्ति, समीचीनम् अस्तु, सम्यक् अस्तु भगिनि वदतु। अत्र पत्रकारः इत्यपि अस्ति किल, तत्र पत्रं तत्र किं तत् उपपदसामासे तस्य पत्रं करोति इति भवति वा, पत्रम् इति पदं न भवति वा, भवति किल पत्रं पत्रकारः इति, हा पत्रं पत्रकारः पत्रं करोति इति वा इति, यतोहि कारः इति कृधातुतः एव अस्ति, अतः पत्रं करोति इति एव भाति, यतोहि पत्रकारः इति समस्तपदमस्ति। अधुना सन्दर्भानुगुणं वार्तां करोति इति किल, सामान्यतः पत्रकारः इति वयं यं वदामः सः पत्रकारः इत्युक्ते तत्र न्यूस् रीडर् इति वा न्यूस् पब्लिशर् इति वा भवति वा, हा तादृश अर्थः एव, यतोहि पत्रकार इति यतोहि कार इति उत्तरपदे अस्ति खलु, अतः उपपदसमासः इव दृश्यते, परन्तु तस्य अर्थः पत्रं करोति इति स्पष्टं भवति वा इति द्रष्टव्यं भगिनि, परन्तु पत्रकारः इति दृष्ट्वा तु उपपदसमासः इव भाति, प्रायः पत्रकर्ता इति वदामः खलु, पत्रकर्ता पत्रकारः इति न समस्तपद तादृशपदं नास्ति वा अत्र शब्दकल्पद्वारा, पत्रकारः शब्दकल्पद्रुमे तु न पश्यामि, परन्तु स्पोकन् संस्कृत् मध्ये पश्यामि एकवारम्. हा अस्तु अस्तु भवतु पश्यामि अस्ति वा न वा. पत्रकार इति अपि पदमस्ति. जर्नलिस्ट् इति अर्थः. हा जर्नलिस्ट् इति अर्थः पत्रकारः. अस्तु यथा अत्र भाष्यकारः पत्रं करोति इति पत्रकारः. समय समीचीनमस्ति. पत्रं यः पत्रं करोति सः पत्रकारः. अस्तु अन्यत् उदाहरणं पश्यामः चेत् अत्र प्रगतः आचार्यः इति प्राचार्यः इति समस्तपदं. प्राचार्यः इत्युक्ते यः आचार्यः पूर्वम् आचार्यः अस्ति इदानीं ततः अग्रे गतवान् इति अर्थः. इत्युक्ते प्रमोशन् अभवत् इति तादृश अर्थः. प्रगतः आचार्यः. अत्रापि नियमः कः इति चेत् प्रादयसमासे प्रादिसमासे नित्यसमासः अस्ति. प्राचार्यः इति समस्तपदस्य एव प्रयोगः करणीयः. अत्र प्रगतः आचार्यः इति पृथक् पृथक् यस्य प्रयोगः न कर्तुं शक्यते. सुपुरुषः इति एव वक्तव्यं, न तु शोभनः पुरुषः इति पृथक् पृथक्. भगिनी पुस्तके नास्ति न? पुस्तके नास्ति भगिनी. इतोपि किञ्चित् इतोपि यतोहि एतादृशसमस्तपदं वयं बहुत्र पश्यामः अतः एव वदन्ति अस्ति. पुस्तके केवलं नयि एव अस्ति, परन्तु एतादृशसमासाः अपि बहु प्रसिद्धाः अतः वदामि. यतोहि काव्येषु अथवा साहित्येषु एतादृशसमासाः एव अधिकतया पश्यामः. अस्तु तदनन्तरम् इदानीम् अत्र गति अत्र अत्र यथा अत्र पूर्वम् उक्तं प्रादिसमासः अपि तत्पुरुषसमासस्य एव प्रभेदः. अतः उत्तरपदस्य एव यत् लिङ्गं तदेव लिङ्गं भवति समस्तपदस्य. परन्तु कुत्रचित् अपवादाः अपि सन्ति. यथा अत्र उदाहरणं पश्यामः चेत् अतिदेवः इति समस्तपदं वयं बहुत्र पश्यामः. अतिदेवः तर्हि विग्रहवाक्यं भवति अतिक्रान्तः देवम् इति. अतिक्रान्तः देवं देवमिति पदं द्वितीयविभक्तौ अस्ति. द्वितीयविभक्तौ अस्ति देवं. समस्तपदम् अतिदेवः. देव इति पदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति समस्तपदस्य वचनमपि. अतिदेवः पुल्लिङ्गे एकवचने अस्ति अतिदेवः. परन्तु अतिक्रान्तः देवं वस्तुतः अत्र एकं वार्तिकम् अस्ति. तेन वार्तिकेन यत्र अतिक्रान्तः अति इति शब्दः अस्ति तत्र उत्तरपदे द्वितीयविभक्त्यन्तं पदमेव भवेत्. अतः अतिक्रान्तः देवं देवमिति द्वितीयविभक्तौ अस्ति. समस्तपदमस्ति अतिदेवः इति. तत्र विशिष्य वैशिष्ट्यमस्ति. प्रादिसमासः एव प्रादिसमासः एव. अति इति उपसर्गः अस्ति खलु तत्र. अति इति उपसर्गः अस्ति. अतिक्रान्तः देवम् अतिदेवः इति समस्तपदमस्ति. भगिनि सुबुद्धि कीदृशसमासं भवेत्? सुबुद्धि अहं सु इति अस्ति अस्ति खलु तर्हि तत्रापि प्रादिसमासः एव. शोभना बुद्धि. न किन्तु अहं दृष्टवती जालपुटे किं श्लोकः अस्ति तस्य सुबुद्धि सती बुद्धि इति विशेषण पूर्वपदसमास दत्तं तत्र. अहं चिन्तयति प्रादिसमासः अस्ति किन्तु तत्र लिखितमस्ति सती बुद्धि इति अस्ति सुबुद्धि सद्बुद्धि सतीबुद्धि इति वा. तत्र किमपि विशिष्टसूत्रं किमपि अस्ति वा इति द्रष्टव्यं. परन्तु इदानीं मनसि न स्फुरति. अत्र अत्र सु इति पदम् अस्ति. सु इति उपसर्गः अस्ति खलु. सु इति उपसर्गः अस्ति चेत् तत्र प्रादिसमासः एव भाति. अत्र किमर्थं सतीबुद्धि इति उक्तमिति न जानामि. पश्यामि अनन्तरं किमपि अस्ति वा इति. परन्तु हा यत्र सु इति पदमस्ति चेत् उपसर्गः अस्ति, तत्र नित्यसमासः अस्ति, अतः प्रादिसमासः एव भवेत्, न तु विशेषणपूर्वपदसमासः. अस्तु भगिनि, अनन्तरं पश्यामि. अनन्तरम् अत्र तावदेव अत्र प्रादिसमासस्य विषये. ततः अग्रे अत्र गतिसमासः इति अपि अस्ति. गतिसमासः इति गतिसमासे किम् अस्ति इति चेत्, गति इति अपि एका संज्ञा अस्ति व्याकरणे, गति इति संज्ञा अस्ति. अत्र अत्र किं वयं पश्यामः इति चेत्, यतोहि गतिसंज्ञा विधायकसूत्राणि बहूनि सन्ति, अतः अत्र वयं सरलतया पश्यामः चेत् अत्र किं भवति इति चेत्, अत्र च्वी प्रत्यान्तं पदम् उपयुज्य गतिसमासः भवति. यथा अत्र च्वी प्रत्ययः कदा, च्वी प्रत्ययस्य प्रयोगः कदा भवति इति चेत्, यत्र यत् नास्ति, यत् अनन्तरम् आगच्छति, इत्युक्ते अत्र उदाहरणार्थं पूर्वं शुक्लं नास्ति, तदनन्तरं यदा शुक्लम् आगच्छति तर्हि वयं वदामः शुक्लीकृत्य इति वदामः. इत्युक्ते अत्र विग्रहवाक्यं भवति अशुक्लं शुक्लं कृत्वा इति विग्रहवाक्ये शुक्लीकृत्य इति वदामः. अपि च वयं सर्वदा बहुत्र वयं प्रयोगं कुर्मः स्पष्टीकृत्य इति वदामः खलु. स्पष्टीकृत्य इत्युक्ते यत् स्पष्टं नासीत् इदानीं स्पष्टं भवति, तर्हि अस्पष्टं स्पष्टं कृत्वा स्पष्टीकृत्य इति समस्तपदम्. तर्हि अत्र एतदेव अत्र प्रमुख उदाहरणानि. अपि च अन्यत् उदाहरणं पश्यामः चेत् अत्र अत्र स्वच्छीकृत्य, रत्नभगिनी वदतु स्वच्छीकृत्य विग्रहवाक्यं. अस्वच्छं स्वच्छं कृत्वा. समीचीनं. तावदेव समासस्य नाम अस्ति गतिसमासः, गतिः. अस्तु, गतिसमासः. तर्हि गतिसमासस्य नाम तथा किमर्थम् उक्तम् इति, अस्पष्टम् इति गतम् इति, अतः गतिसमासः इति वा? न, गति इति संज्ञा अस्ति व्याकरणलोके. व्याकरणलोके गति इति संज्ञा अस्ति. तर्हि कुत्र कुत्र गतिसंज्ञा भवति तत्र एतादृशसमस्तपदं भवति. इदानीं गतिसमासः गतिसंज्ञा किम् इति इदानीं वयं न पश्यामः. इदानीम् अत्र सरलरीत्या पश्यामः चेत् अत्र च्वी प्रत्ययम् उपयुज्य समस्तपदं भवति. कथम् अत्र च्वी प्रत्ययः इति चेत्, अत्र स्पष्टी इति पदमस्ति खलु, यत्र समस्तपदे स्पष्टीकृत्य इति अस्ति. स्पष्टी इति पदस्य अन्ते यः इकारः अस्ति स एव च्वी प्रत्ययस्य प्रत्ययान्तशब्दः अस्ति स्पष्टी. वस्तुतः च्वी इति प्रत्यये केवलम् इकारः एव अवशिष्यते. तदनन्तरं किमपि विशिष्टसूत्रेण दीर्घत्वं भवति, तर्हि स्पष्टीकृत्य स्वच्छीकृत्य इति अत्र गतिसमासः इति उच्यते. किमर्थं गति अपि च तयोः कः सम्बन्धः इति इदानीं मास्तु, यतोहि अत्र व्याकरणरीत्या चिन्तनीयं भवति. अत्र सरलरीत्या पश्यामः चेत् अत्र च्वी प्रत्यान्तशब्दम् उपयुज्य गतिसमासः भवति. भगिनि, इदानीं उक्तं एक पदं किम् अस्ति सरला भगिनी उक्तं? न, रत्ना भगिनी उक्तम् अत्र. अत्र समस्तपदमस्ति. हा भगिनी, भवती एव वदतु. अस्तु, अस्पष्टं स्पष्टं कृत्वा इति, यत् अस्पष्टम् आसीत् तत् स्पष्टीकरणम् अभवत् इदानीं तस्य इति, अस्पष्टं स्पष्टं कृत्वा. समस्तपदं भवति स्पष्टीकृत्य इति. समस्तपदे अत्र ल्यप् प्रत्ययम् उपयुज्य वयं समस्तपदं वदामः, तादृशशैली अस्ति. तर्हि स्पष्टीकृत्य इति, न तु कृत्वा, स्पष्टीकृत्य. अत्र उपपदा अस्ति. न, गतिसमासः. न, उप स्पष्ट उपपद अस्ति चेत् या आगच्छति न यप् आगच्छति न न उपपदं नास्ति समासस्य प्रसङ्गे त्वप्रत्ययस्य प्रयोगः न भवति यप् इत्यस्य प्रयोगः भवति समस्तपदे उपपदस्य अत्र न कोऽपि सम्बन्धः अस्तु अत्र अन्यानि हा वदतु सर्वदा नेगेटिव् वर्ड्स् शुड् अपियर् स्पष्टम् अस्पष्टं स्पष्टम् अस्वच्छं स्वच्छम् इति मननं करोति अत्र एवं न सदति किल स्मरणं करोति हा स्मरणं करोति इत्युक्ते अत्र समस्तपदं किं भवति स्मरणीकृत्य इति न स्मरणमिति स्मृधातुतः आगच्छति खलु विस्मृतं वि वि आगच्छति न यतोहि स्मरणम् इति पदं ल्युडन्तपदमस्ति खलु स्मरणं ल्युडन्तपदमस्ति तत्र स्मरणं धन्यवादः अत्र च्वी प्रत्यान्तशब्दः नास्ति अस्तु ल्युडन्तपदम् इति वदनेन किं किम् अस्ति कथं जानीमः न तत्र अन इति अस्ति खलु पदस्य अन्ते अन इति श्रूयते खलु गमनं खादनं लेखनं अन इति अस्ति चेत् तत्र ल्युडन्तपदं अस्तु तत्र तावदेव अन्यानि उदाहरणानि अपि पुस्तके सन्ति केवलम् एवमेव वदामि अत्र नियमः न वदामि अत्र कुत्रचित् ध्वनिः अस्ति कृपया म्यूट् मध्ये भवतु हा अस्तु अत्र अन्यानि उदाहरणानि अत्र एवमेव वदामि अत्र आधारं कृत्वा सत्कृत्य इति पदमस्ति अत्र वस्तुतः च्वी प्रत्ययः नास्ति किमपि नास्ति परन्तु अत्र गतिसंज्ञा अस्ति इति कृत्वा आधारं कृत्वा सत्कृत्य अनाधारं कृत्वा असत्कृत्य इति अस्ति अनन्तरं परिष्कारं कृत्वा अलङ्कृत्य इति समस्तपदं पुरस्कारं कृत्वा पुरस्कृत्य इति समस्तपदम् अनन्तरम् अङ्गीकारं कृत्वा ऊरीकृत्य इति पदं वयम् इदानीं न पश्यामः परन्तु प्राचीनकाले ऊरीकृत्य इति पदम् इत्यस्य इति पदस्य प्रयोगः पूर्वं कुर्वन्तः स्म तर्हि अङ्गीकारं कृत्वा इति चेत् ऊरीकृत्य इत्यपि समस्तपदं परन्तु इदानीम् अस्माकं सरलरीत्या पश्यामः चेत् अत्र च्वी प्रत्यान्तं शब्दं प्रयुज्य उदाहरणानि एव इदानीं वयं पश्यामः अस्तु तदेव वयं सर्वत्र बहुत्र पश्यामः यथा अत्र अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य इति समस्तपदम् अस्तु अस्तु तर्हि इदानीम् एतावता वयं नै तत्पुरुषस्य विषये पठितवन्तः कुसमासस्य विषये अपि पठितवन्तः उपपदसमासः प्रादिसमासः यत्र पूर्वपदम् उपसर्गः भवति अनन्तरं गतिसमासः यत्र च्वीप्रत्ययस्य प्रयोगः भवति इति तावदेव अत्र नञ् प्रभृतयः इत्यस्मिन् विषये इदानीं पुस्तकात् किञ्चित् तत्र गीताश्लोकाः सन्ति तान् इदानीं पश्यामः अत्र पुस्तके पुस्तके पृष्ठसङ्ख्या अस्ति 133 133 पृष्ठे अस्ति अस्तु पुष्पा भगिनी आरम्भं करोति वा? अविश्वासः अत्र 133.12.8 पश्यतु. उदाहरण यथोदाहरणं स्थूलाक्षरैः मुद्रितानां पदानां विग्रहवाक्यं लिखत. अस्तु, अत्र उदाहरणम् अभयं सत् शब्दमस्ति वा? उदाहरणात् अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः. अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः न भयं. तत्तु नैतत्पुरुषः न नैतत्पुरुषः अस्ति. अस्ति, अच्छेद. अत्र अन्यत् किमपि अस्ति वा? अन्यत् किमपि अस्ति वा? अन्यत् समस्तपदम् सत्त्वसंशुद्धिः सत्त्वेन, तत्तु तृतीय तत्पुरुष न तृतीय सत्त्वेन संशुद्धिः. सम्यक्. अत्र वस्तुतः षष्ठी तत्पुरुषसमासः अस्ति. सत्त्वस्य सत्त्वस्य संशुद्धिः ज्ञानयोग सत्त्वस्य ज्ञानयोगव्यवस्थितिः ज्ञानयोगस्य व्यवस्थितिः तदु तदेव षष्टि तत्पुरुष. सम्यक्. ज्ञानयोगस्य व्यवस्थितिः ज्ञानम् अपि च योगम्. ज्ञानयोगम् अत्र ज्ञान एव योगं न अवधारणापूर्व तदा न. अत्र वस्तुतः भगवद्गीतायां ज्ञानयोगम् अस्ति, कर्मयोगम् अस्ति, कर्मयोगः अस्ति. उत्तमपदम्. अत्र कीदृशयोगः इति पश्यामः चेत् अत्र ज्ञानयोगः कीदृशयोगः ज्ञानयोगः ज्ञानसहित अज्ञानेन इति भवति वा इति अस्ति. न भवति, तत् न भवति इति योगः. ज्ञानेन योगः वा इति भाति मम. ज्ञानयोगः ज्ञानेन तत्र सहितः ज्ञानसहितः ज्ञानम् एव योगः एव अवधारणपूर्वपदकर्मधारे उदाहरणमपि तत्र अस्ति खलु पूर्वस्मिन् पुटे. विद्याभगिनी नास्ति इति वदति. ज्ञानमेव सम्पत्तिः इति तत्र ज्ञानयोगः. यतोहि भगवद्गीतायां कर्मयोगः अन्ये योगाः अपि सन्ति खलु, अतः ज्ञानमेव योगः इति प्रायः तस्मिन् न वक्तुं शक्नोति. ज्ञानसम्पत्तिः विशेषणरूपेण उक्तवन्तः. ज्ञानं भगिनि अहं चिन्तयामि, भगिनि अहं चिन्तयामि ज्ञानेन योगः इति अस्ति. किमर्थमित्युक्ते भगवद्गीतायां ज्ञानेन अपि च भक्त्याम् अपि च कर्मेण अपि योगः भवति भगवता सह. अतः तृतीयतत्पुरुषः तृतीयतत्पुरुषसमासः एव भाति ज्ञानेन योगः. भगिनि विशेषेण पूर्वपद न भवितुम् अर्हति वा? ज्ञानयोगः ज्ञान इत्युक्ते विशेषणम् अस्ति, योगः तु उत्तरपदं उत्तरपदं तत्र विशेषणपूर्वपदं चिन्तयामि, तत् भवितुम् अर्हति वा? विशेषणपूर्वपदमपि भवितुम् अर्हति अत्र. ज्ञानयोगः इति ज्ञानेन योगः इति भवितुम् अर्हति, परन्तु श्लोके कथम् अस्ति इति द्रष्टव्यं. सम्बन्धं दृष्ट्वा न श्रूयते भगिनि, न श्रूयते, म्यूट् करोतु सर्वे. सन्दर्भं दृष्ट्वा अत्र श्लोके किम् अस्ति इति अपि द्रष्टव्यम्. अत्र श्लोके पूर्णश्लोकः अत्र नास्ति. एतत्तु अभयं सत्यसंशुद्धिज्ञानयोगस्थितिः दानन्दमस्य यज्ञस्य स्वाध्याय सपार्यम् अहिंसा सत्यमस्तुष्टि इति अस्ति. दैवी सम्पत्त्याः सर्वे गुणाः तत्र दत्तमस्ति. न श्रूयते भगिनि. हा हा, तर्हि अत्र महोदय पुनः वदतु, न न श्रुतं मेहल् महोदय. तत्र आमां तत्र प्रथमश्लोकः अस्ति षोडश अध्यायस्य, अहिंसा ज्ञान अभयं सत्त्व संशुद्धिः ज्ञानयोगव्यवस्थितिः दानन्दमस्य यज्ञस्य स्वाध्यायस्तपार्यवम् अनन्तरम् अहिंसा समता तुष्टिः, एतत् सर्वे दैवीसम्पत्ति यदस्ति तस्य सर्वे गुणाः सन्ति इति विवरणं दत्तमस्ति अत्र. अत्र अभयमिति प्रथमगुणः अस्ति. अत्र वस्तुतः पुस्तके तु ज्ञानस्य योगः इति दत्तमस्ति, ज्ञानस्य योगः. ज्ञानस्य योगः षष्ठीतत्पुरुषसमासः एव अत्र अर्थानुगुणं समासः. अस्तु, आफ् योग आफ् मेडिटेशन् सो दट् इस् आफ् सो दिस् योगस्य ज्ञानस्य योगः. पूर्वं पुष्पा भगिन्या तावदेव उक्तं ज्ञानस्य योगः. भगिनी ज्ञानयोगस्य व्यवस्थितिः इति उक्तम् इति श्रुतं, ज्ञानस्य योगः इति अपि उक्तं वा? मया लिखितं तत्र. हा, समीचीनमस्ति. तर्हि अहं सम्यक्तया न श्रुतवती, अत्र किञ्चित् ध्वनिः अस्ति, न जाने कुतः आगच्छति, सम्यक् श्रोतुं न शक्नोमि. अस्तु, तर्हि अग्रे अग्रे गच्छामः वा भगिनि? अपि च अत्र संशुद्धिः अपि प्रायः भवितुम् अर्हति खलु, शोभनाशुद्धिः. पुनः वदतु, संशुद्धिः. हा, शोभना शुद्धिः इति प्रायः तत्र शोभना इति पदं सु इति अस्ति चेत् शोभना इति भवति, अत्र सम् इति उपसर्गः सम्यक् सम्यक् शुद्धिः सम्यक् शुद्धिः. हा, सम्यक् शुद्धिः तत्र किमपि. हा, सम्यक् शुद्धिः इति कीदृशसमासः? संशुद्धिः समक्त कीदृशसमासः? सु इति सम् इति उपसर्गः, प्रादिसमासः. सत्यं, प्रादिसमासः एव. समीचीनम्. अस्तु, तर्हि अग्रे व्यवस्थिति तत्र व्यवस्थिति अपि वे योग अवस्थिति भवति प्रादिसमासः ज्ञानयोगव्यवस्थिति व्यवस्थितिः तत्र तत्र पदच्छेदं करोतु, वि उपसर्गपूर्वक अवस्थिति अव इति उपसर्गः. हा, अव अवयोगः स्थितिः अवस्थितिः प्रादिसमासः तत्रापि प्रादिसमासः भवति. भगिनि प्रादिसमासः ध या द प्रादि किं मूर्धन्यता नास्ति, मूर्धन्यता नास्ति, प्राधि न महाप्राणदकारः नास्ति. अस्तु अस्तु महाप्राणदकारः अस्तु अस्तु दन्त्यदकारः एव दन्त्यदकारः एव हा अवस्थितिः तत्रापि प्रादिसमासः भवति भगिनि. अव इति उपसर्गः अस्ति. उत्तरपदं स्थितिः इति पदं स्थितिः इति पदं कीदृशपदम् स्थाधातुतः कीदृशपदम् अस्ति कृदन्तपदमस्ति किं कृत्य अत्र गतिः मतिः स्त्रीलिङ्गपदम् अस्तु. तर्हि अग्रे विजया भगिनी करोति वा द्वितीयम्. करोमि बहुनि भगिनि. तत्र अच्छेद्यो अहम् अदाक्ष्य यम् अवलोक्य तत्र द्वितीयसर्गे 24 आगच्छति. सम्यक्तया पठतु एकवारम्. एकनिमिषं भगिनि. तत्र अच्छेद्यो अहम् अहं कुत्र अस्ति अचेद्यो तत्र अवग्रहचिह्नम् अस्ति अवग्रहं चिह्नम् आगच्छति अतः तस्य उच्चारणं न भवति. अयम् अच्छेद्यो यमदायम् अकलेद्यो शोषय एव अहं नास्ति अयम् अचेद्यो अचेद्यः अयम् अदाक्षोयम् अदाह अदाक्षोयम् अक्लेद्यो अशेष्य असोष्य एव च असोष्य एव च तत्र अच्छेद्य इति अच्छेद्यः अनन्तरम् अयं तत्र द्वयोः अत्र कीदृशसन्धिः तत्र पूर्वरूपसन्धिः खलु भगिनि तत्र प्रथमतया अवग्रहम् आगच्छति खलु अतः पूर्वरूपसन्धिः पूर्वरूपसन्धिः तु अस्ति परन्तु ततः पूर्वं किम् अस्ति यण् सन्धिः अस्ति इको एनचि इति कुत्र अस्ति यण् सन्धिः अच्छेद्यः अच्छेद्यः योगः अयम् इति अस्ति अच्छेद्यः योगः अच्छेद्यः योगः अयं तत्र विसर्गस्य ऊर्ध्वं भवति पूर्वम् अनन्तरं गुणसन्धिः भूत्वा अच्छेद्यो इति गुणसन्धिः भूत्वा तत्र गुणसन्धिः आगच्छति अनन्तरमेव पूर्वरूपसन्धिः भगिनि समीचीनं समीचीनं. सूत्रं कोऽपि स्मरति वा गुणसन्धि इति अतः गुणः पूर्वरूपसन्धि एङ् पदान्त एङ्गपदान्तादि न तत्तु पूर्वरूपसन्धिः अत्र अत्र गुणसन्धिसूत्रं किम् उक्तवती गुणसन्धिः आद्गुणः आद्गुणः अनन्तरं तत्र उत्त्वं केन सूत्रेण भवति विसर्गस्य उत्त्वं न न ससजिषुरुः इति रु आ इति एव भवति तदनन्तरं गुणः तत्र उत्त्वं भवति अनन्तरमेव ओकार ओकारः आगच्छति हा उत्त्वं केन सूत्रेण भवति भगिनी सरला पुष्पा भगिनी उक्तवती ससजिषुरुः इत्यनेन रु इति भवति रु इति भूत्वा तदनन्तरं किं भवति तत्र नास्ति अस्तु अस्तु तर्हि अत्र अतोरोर् अप्लुतात् अप्लुते इति एकं सूत्रमस्ति तेन सूत्रेण उत्त्वम् अतोरोर् अप्लुतात् अप्लुते सूत्रेण उत्तमं भवति. तदनन्तरं तर्हि अच्छेद् अच्छेद्ययोगः उकारः योगः उत्वम् उत्वं चेन सूत्रेण भवति भगिनि एकवारं षष्ठी अतो किञ्चित् अस्तु भगिनि अहं पश्यामि. उत्वं भवति तदनन्तरं तत्र गुणसन्धिः भवति अच्छेद्य योगः ऊ योगः अयं गुणसन्धिः भूत्वा अकार उकारयोः ओकारः अच्छेद्यो अयम् इति अस्ति. तदनन्तरं पूर्वरूपसन्धिः भूत्वा तत्र अकारस्य विसर्गादेशः भवति. अकारस्य क्षम्यताम् अकारस्य इत्युक्ते तत्र ओकार अकारयोः स्थाने ओकारादेशः भवति. अस्तु अत्र समासः कः इति वदतु. अच्छेद्योः इति तत्र समासः तत्र समस्तपदं किम् अस्ति भगिनि. अच्छेद्यो एव खलु अच्छेद्यो अच्छेद्यः पदमस्ति खलु अच्छेद्यः समस्तपदं तत्र तत्र विग्रहवाक्यं तत्र किं भगिनि. न किल न छेद्यः भवति वा छेद्यः न छेद्यः नञ्जि तत्पुरुषसमासः एव तत्र तावदेव भगिनि. अन्यत् तत्र अदाक्ष्यः तत्र न दक्ष्यः किमर्थं खलु भगिनि न दाक्ष्यः. अनन्तरम् अक्लेद्यः न क्लेद्यः असोष्यः न सोष्यः सर्वं नन्दि तत्पुरुषसमासमेव तत्र. अस्तु अस्तु समीचीनं समीचीनं. तर्हि अग्रे राजेन्द्रमहोदय करोति वा. धन्यवादः. इन्द्रियार्थेषु वैराग्यम् अनहङ्कारः एव च. अनहङ्कारः तत्र नैपुरुष तत्पुरुषसमासः अस्ति. अत्र अहङ्कारः अहङ्कारः अस्ति न अहङ्कारः. तत्र अन् पूर्वम् आगत्य तत्र अनहङ्कारः अहङ्कारः भवति. न अहङ्कारः अहङ्कारः तत्रापि समस्तपदमस्ति खलु. अहं करोति अहङ्कारः कीदृशसमासः तत्र गति न तत्र प्रादिसमासः अस्ति भगिनि. उपपदसमासः यतोहि अत्र अलम् अत्र पूर्वपदमस्ति अलम् अलं योगः न अलं नास्ति अहं योगः कारः अहं योगः कारः अहङ्कारः. भगिनि भगिनि अत्र दाह्यः तद् अर्थं किम्. दाह्यः इति दहति खलु भगिनि. दहति इति लेबन्तम् आगच्छति अतः दाह्यः इति आगच्छति. सत्यं दहनं दहन दहनार्थे अस्ति. समीचीनं. तर्हि अग्रे धन्यवादः महोदय. अग्रे बालसुब्रह्मण्यं महोदय. तृतीयः वा अनिच्छन् अपि वार्ष्णेय बलादिव नियोजितः न इच्छन् प्रभृतया अनिच्छन् इच्छन् इति स्वरवर्णः तस्मात् अनिच्छन्। समीचीनम्। अत्र पूर्वस्मिन् उदाहरणे इन्द्रियार्थेषु इति पदमस्ति, तत्रापि समस्तपदमस्ति खलु? इन्द्रियार्थेषु इन्द्रियाणाम् अर्थः, इन्द्रियाणाम् इन्द्रियाणाम् अर्थाः वैराग्यं, वैराग्यम् इति वस्तुतः अत्र तद्धितान्तरूपमस्ति खलु, विरागस्य भावः वैराग्यं, वैराग्यम् इति तद्धितान्तशब्दः अस्ति। विरागस्य उत्तरपदं महोदय, विरागस्य भावः वैराग्यम्। अत्र वस्तुतः शै इति भावार्थप्रत्ययः अस्ति, यथा अत्र धैर्यं, धीरस्य भावः धैर्यं, वीरस्य भावः वीर्यं, तथैव विरागस्य भावः वैराग्यम्। भगिनि, इन्द्रियाग अर्थ इति अर्थं चतुर्थतत्पुरुषसमासः न भवति वा? यथा वयं पूर्वं दृष्टं समस अर्थं यत्र आगच्छति तस्मै तदर्थं तस्मै अर्थ इदम् इन्द्रियाय इन्द्रियेभ्यः अर्थाः इति, इन्द्रियेभ्यः अर्थाः इति तथा चिन्तयितुं शक्नुमः, अर्थपदम् अस्ति। परन्तु अत्र गीतायां तु वैशिष्ट्यमस्ति भगिनि, अत्र आर्षप्रयोगः इति वदामः। आर्षप्रयोगः इत्युक्ते अत्र सन्दर्भं दृष्ट्वा अत्र समासस्य नियमाः यत् पाणिनीयसूत्राणि सन्ति, पाणिनीयसूत्राणि, तत्र सर्वत्र गीतायां तेषां प्रयोगः भवति इति नास्ति, कुत्रचित् आर्षप्रयोगः अपि भवन्ति, अतः सन्दर्भं दृष्ट्वा अत्र अवगन्तुं शक्नुमः। अत्र वस्तुतः इन्द्रियाणाम् अर्थः इत्येव सम्यक् भाति। अतः गीतायां तु बहुत्र अपाणिनीयप्रयोगाः सन्ति, अतः सम्यक् नास्ति इति न वक्तुं शक्यते। गीतायाम् अस्ति इति वयं स्वीकुर्मः, परन्तु कुत्रचित् अपाणिनीयमपि अस्ति। तत्र भगिनी एकम् अहं वदामि, तत्र गीतायाम् अहं श्रुतवन्तः पूर्वे, एतत्तु व्याकरणग्रन्थः नास्ति, अतः इति संवादः अस्ति, भगवान् अपि अर्जुनमध्ये, अतः तत्र सर्वे पदाः व्याकरणनियमाः न अनुसरन्ति, अतः कश्चित् कस्मै तत्र एतत् अपवादः अस्ति। सत्यं सत्यं, बहुत्र तथा अस्ति, बहुत्र पाणिनीयनियमान् न अनुसरन्ति। अस्तु, तर्हि अग्रे अत्र तावदेव तृतीयश्लोके, चतुर्थश्लोके बालसुब्रह्मण्यं महोदय करोति वा? न, भवान् कृतवान् इदानीमेव। अत्र रत्ना भगिनी। अस्तु भगिनि, अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम्। अनित्यम् अनित्यं नै तत्पुरुषसमासः, नित्यम् एव, हा न नित्यम् अनित्यं, क्षम्यतां, यथा न भयम् अभयं तथा न नित्यम् अनित्यम्। असुखमपि अस्ति खलु भगिनि तत्र, असुखं न सुखं, हा न सुखम् असुखं प्रायः तदपि नैतत्पुरुषसमासः, लोकम् इति किमपि न प्राप्य न भजस्व मां, ते सर्वे न सन्ति। प्राप्य इति कीदृशपदम्? ल्यबन्तपदं भवति। अत्र प्राप्त्वा इति भवति वा? प्रा उपसर्गः अस्ति, अतः प्राप्त्वा उपसर्गः अस्ति चेत् त्वान्तरूपम्। अहं वदामि वा भगिनि? एकक्षणं भगिनी, रत्ना भगिनी वदति इदानीं. अस्तु अस्तु भगिनि. यत्र उपसर्गः भवति तत्र ल्यबन्तमेव इति मम अवगमनम्. अन्यत् किमपि अस्ति वा इति न जानामि. यत्र यत्र उपसर्गः अस्ति तत्र ल्यबन्तमेव भवति, अपि च तत्र समासः अस्ति अपि ज्ञातव्यः. प्राप्य इति समस्तपदमस्ति. इदानीं मया उक्तं न, इदानीं उपसर्गः अस्ति चेत् या आगच्छति, त्वा नागच्छति. हा अत्र, हा अत्र प्र इति उपसर्गः अस्ति. प्र उपसर्गपूर्वकः आप् धातुः, ल्यपन्त ल्यप्रत्ययः, अतः प्राप्य इति समस्तपदमस्ति. प्रादिसमासः अस्ति. ओ अस्तु अस्तु. अनन्तरं भजस्व इति कीदृशरूपं? भजस्व लोट्लकारः. सत्यं. मां भजस्व. पुरुषः वचनं? मध्यमपुरुषः एकवचनं. समीचीनं भगिनि. अस्तु तर्हि अग्रे सावित्री भगिनी भगिनी करोति वा? अस्ति वा सावित्री भगिनी? सरला भगिनी कर्तुम् इच्छति वा? हा भज् इति तातु भजते. भजते हा आत्मनेपथ्य. अस्तु सरला भगिनी कर्तुम् इच्छति वा? अहं कर् यदि ध्वनि आगच्छति. अवाच वादांश्च बहून् सम्भावितस्य च अकीर्ति मरणगति ऋच्छति. अकीर्ति इति नञ् तत्पुरुषसमासः अस्ति. न कीर्ति व्यस्तप्रयोगे भवति. सम्भावितस्य अपि सम् उपसर्गपूर्वं योगभावितस्य इति भवति प्रादिसमासः. मरणात् अतिरिच्यते तत्र जश्वसन्धि अस्ति. तत्र समासः भवति मरणात् अतिरिच्यते. पञ्चमतत्पुरुष मरणात् अतिरिच्यते. हा अत्र अत्र पश्यतु मरणात् इति पदमस्ति. अत्र कुत्र अस्ति समासः तत्र? समासः कुत्र अस्ति? मरणात् अतिरिच्यते. समासः कुत्र उक्तवती भवती? मरणात् अति ऋच्छति. तत्र मरणात् तदनन्तरम् अतिरिच्यते, योग अतिरिच्यते अस्ति. कीदृशसमासः अतिरिच्यते? तत् भवति प्रादिसमासः. किन्तु तत् वदतु. रिच्यते इति तिङन्तप्रदमस्ति साधु. सत्यं सत्यम्. अतः अतः अतिरिच्यते भवति तिङन्तप्रदम्. तत्र समासः नास्ति. अतिरिच्यते समासः नास्ति. मरणात् अतिरिच्यते तत्र समासः अस्ति वा? मरणात् अतिरिच्यते न, तत्रापि समासः नास्ति. केवलं सन्धि. कथं ज्ञातवती समासः नास्ति, सन्धिः एव अस्ति इति कथं ज्ञातवती? कारणकि अतिरिच्यते इति तिङन्तपदं भवति. सुबन्तपदयोः सामान्यतया भवति समस्तपदम्. अत्र यदि उपपदसमासः अस्ति तत्र धातुः आगच्छति, अकृदन्तपदम् आगच्छति तस्य अनन्तरम्. एतत् प्रयोगः नास्ति अत्र. अपि च पश्यति चेत् मरणात् इति पदमस्ति खलु. मरणात् इति पदं विभक्तिसहितम् अस्ति. पञ्चमविभक्त्या पदमस्ति. समस्तपदं लुप्तः नास्ति. हा विभक्तिलोपः लुक् भवति. आम् साधु. सन्धिः अस्ति वा समासः अस्ति वा इति कथं द्रष्टव्यम् इति चेत् विभक्तेः लोपः अस्ति वा इति द्रष्टव्यं प्रथमतया. मरणात् इति पदस्य विभक्तिः अस्ति, अतः समस्तपदं नास्ति, केवलं सन्धिः एव. साधु. अस्तु, समीचीनं भगिनी. अग्रे सरला भगिनी, सावित्री भगिनी अस्ति वा? अस्तु, स्वागतवती. अस्तु, पुष्पा भगिनी अग्रे. अवाच्यवादांश्च बहून् वदिष्यन्ति तव अहिताः न हिताः. न हिताः तत्पुरुष वदिष्यन्ति तु तिङन्तपदः. अवाच्यवादांश्च तत्तु समासः अस्ति. अवाच्यवादांश्च कोऽपि अवाच्या तु न अवाच्या न वाच्या, परन्तु अवाच्यवादंश्च किम् आगच्छति तत्र अवाच्यवान् वादांश्च न तत् न अवाच्यवान् वा किं पुनः वदतु? अवाच्यवान् अस्ति न नास्ति. किमर्थं वान् इति वदति अत्र? अवाच्यवान् वादांश्च बहून्. तत्तु मम अर्थे कोऽपि अवाच्य वादां कृतवती इति वादांश्च सा च तत्तु कथंश्च गच्छति वादांश्च न सम्यक् न जानामि भगिनि. मेहुल् महोदय वदतु. द्वन्द्वसमासः अस्ति वा भगिनि? मेहुल् महोदय वदतु एकवारम्. अवाच्यवादांश्च बहून् वदिष्यन्ति तव अवहिताः. अत्र स्थूलाक्षरैः अहिताः इत्यत्र दत्तमस्ति. अहिताः इति नञ् प्रभृतयः समासस्य उदाहरणमस्ति. न हिताः पूर्व उत्तरपदं हलादिः अस्ति, अतः न हिताः इति विग्रहवाक्यम्, अहिताः इति समस्तपदम्. अवाच्य इति अपि नञ् प्रभृतस्य समासस्य उदाहरणं. न वाच्यः अवाच्यवादांश्च अत्र वादांश्च इति अहं मन्ये न जानामि किं कथं वादांश्च इति आगच्छति, परन्तु अहं चिन्तयामि विसर्गसन्धिः अस्ति तत्र. विसर्गसन्धिः तु वादांश तत्र अस्ति, परन्तु अत्र राजेन्द्र महोदय उक्तवान् द्वन्द्वः अस्ति वा इति उक्तवान्. अवाच्यवादान् पुस्तके पश्यामि, कर्मधारयसमासः इति दत्तमस्ति. अवाच्याः वादाः प्रायः विशेषणपूर्वपदः इव भासते भगिनि. तदैव मम अर्थे तद् सत्यं डिस्परेजिङ्ग् युवर् एनिमीस् दट्स् वाट् इट् मीन्स् आक्चुलि डिस्परेजिङ्ग्. अवाच्यवादांश्च तत्तु डिस्परेजिङ्ग् स्पीकिङ्ग् अन्बिकमिङ्ग् वर्ड्स् दट्स् वाट् इट् मीन्स् दट्स् वाट् ऐ एम् थिङ्किङ्ग् इन् मै थाट्. अवाच्यवान् वादांश्च अवाच्य तदैव मम अर्थे. अस्तु, तर्हि वादांश्च तत्र तत्रापि सन्धिः अस्ति, सन्धिकार्यमस्ति. तत्तु विसर्गसन्धिः अस्ति न, वादांश्च विसर्गसन्धिः न भगिनि? न, वादान् इति पदमस्ति, तदनन्तरं तत्र चकारः मकारः मकारः आगच्छति. वादां तत्तु षकारः विसर्गसन्धि, अत्र किं विसर्गसन्धि न जानामि. मकारः नकारः आगच्छति, ऐ मीन् नकारः मकारः आगच्छति. मकारः कथम् आगच्छति? अनुस्वारः आगच्छति, मकारः नाम अनुस्वारः आगच्छति. षकारः तत्तु किं सन्धिः अस्ति अत्र न जानामि. अवाच्यवादान् तत् सम्यक्, तत् तदेव, तत् सम्यक् न जानामि भगिनि. सम्यक् निसर्गसन्धि अवाच्यवादां रत्ना भगिनी वदति वा अत्र किमस्ति? किञ्चित् ममापि अवाच्यः वादः तत् विशेषणपूर्वपद, तद् अनन्तरम् अवाच्यः वादः तान् अवाच्यवादान्, अवाच्यवादान् तत्र भवती यथा उक्तवती अनुनासिकसन्धिः अस्ति. वादांश्च वादांश्च वादान् च अवाच्यवादान् च बहून् बहून् अवाच्यवादान्. भगिनी अहं चिन्तयामि अत्र तु द्वन्द्वसमासः अस्ति, अत्र अवाच्यवादांश्च वाट् इस् स्पीकेबल् एण्ड् अन्स्पीकेबल्, यु स्पीक् ए लाट् बहून् वदिष्यन्ति. भगवान् कृष्ण वदति अर्जुनं वाच्य अपि च वादान् इति वा? हा, वाच्य अपि च वाच्य अपि च वादाञ्च. अस्तु, अत्र सन्धिः कः? वादान् अवाच्य वादांश्च तत्र परवर्णः च चकारः अस्ति, एतत् दृष्ट्वा तत्र षकारः आगच्छति, अतः तत्र श्रुत्वम् इति भवति खलु भगिनि? अत्र वस्तुतः अत्र बहूनि कार्याणि सन्ति. अत्र वस्तुतः नश्यव्यप्रशान् इति एकं सूत्रमस्ति, नश्यपदान्तस्य इति सूत्रेण अपानान्तकार्यमस्ति तत्र. भवती एव वदतु भगिनि. अत्र वस्तुतः सत्त्वसन्धिः भवति, वादान् योगः च सत्त्वसन्धिः. अत्र नश्चव्यप्रशान् इति सूत्रमस्ति, तर्हि नकारस्य स्थाने रु इति भवति, तदनन्तरं तत्र रु इत्यस्मिन् रेपः एव अवशिष्यते, यतोहि वादान् इति पदम् अस्ति खलु, तर्हि पदान्तनकारस्य स्थाने रु इति आदेशः भवति. तदनन्तरं यतोहि तस्य अनन्तरं चौ इति वर्णः अस्ति, चौ वर्णः अस्ति, यतोहि चकारः चौ प्रत्याहारे अस्ति, अतः नकारस्य रु इति आदेशः. रु इत्यस्मिन् केवलं रेपः एव अवशिष्यते. तदनन्तरं तत्र अन्यत् सूत्रमस्ति, अनुनासिकात् पूर्वो अनुस्वारः इत्यनेन तत्र रेपात् पूर्वं अनुस्वारः अपि आगच्छति. तदनन्तरं तत्र रु इत्यस्य रेपस्य स्थाने तत्र करवसानयोर्विसर्जनीयः इत्यनेन विसर्गः आगच्छति, रेपस्य स्थाने विसर्गः. तदनन्तरं विसर्गस्य स्थाने सकारः भवति, विसर्जनीयस्य सः इत्यनेन सकारः भवति. तदनन्तरं यत्र सकारः अस्ति, अनन्तरं चकारः अस्ति, तत्र श्रुत्वसन्धिः अपि भवति, श्रुत्वसन्धिः भूत्वा षकारः आगच्छति. ऋकारः आगच्छति भगिनि, कथं ऋकारः आगच्छति? नकारस्य स्थाने ऋकारु इति आदेशः भवति, नश्चव्य प्रशान् इति सूत्रेण. अस्तु भगिनि, अस्तु. अत्र अस्माकं हल्सन्धिकरपत्रे उदाहरणानि सन्ति. अन्ततो गत्वा हल्सन्धिकरपत्रे अन्ततो गत्वा तत्र उदाहरणमस्ति, सर्वे द्रष्टुं शक्नुवन्ति अत्र क्रमः कथं भवति इति. यतोहि बहूनि सूत्राणि सन्ति अत्र, वस्तुतः सत्त्वसन्धिः, सत्त्वसन्धिविधिः. अस्तु, सत्त्वसन्धि सपरेट् सन्धि अत्र नास्ति न? सत्त्वसन्धि द्विचत्वारिंशत् तमे पुटे सत्त्वसन्धि दत्तमस्ति, प्रज्ञावादान् योगश्च तत्र उदाहरणमस्ति. पश्यतु तत्र, पश्यतु च करपत्रे, करपत्रे अपि अस्ति. अस्तु, तर्हि अत्र अग्रे मेहुल् महोदय, भवान् एव करोतु अग्रे. सप्तमश्लोकः वा? न हि कश्चित् क्षणमपि जातु तिष्ठति अकर्मकृत्. अत्र अकर्मकृत् इति अस्ति समस्तपदम्. अकर्मकृत् इति अहं चिन्तयामि उपपदसमासः अस्ति. अकर्म करोति इति एकम् अस्ति, अतः उपपदसमासः. अनन्तरम् अकर्म इति अपि समस्तपदं, न कर्म इति नैप्रबुद्धसमासस्य उदाहरणम्. अतः न कर्म अपि च अकर्म करोति इति द्वयोः समासद्वयोः अस्ति तत्र. सत्यं, समीचीनमस्ति. उपपदसमासः अपि च नै तत्पुरुषसमासः, सम्यक्, समीचीनम्. अस्तु, तर्हि अग्रे अत्र रत्नाभगिनी अग्रे करोति वा? असक्तो तत्र वा भगिनि? सत्यं, असक्तो ह्याचरन् कर्म परमानाप्नोति, परमाप्नोति पुरुषः असक्तः. असक्तः न सक्तः असक्तः सत्यं, नै तत्पुरुषः अस्ति. हि आचरन्, हि आचरन् यण् सन्धिः प्रायः. कर्म सत्यमपि नास्ति. परम् आप्नोति सवर्णधि न, तत् केवलं पदमस्ति, संयुक्तपदं, तत्र सन्धिः किमपि नास्ति. पुरुषः तावदेव खलु, किल भगिनि? परमाप्नोति सन्धिः अस्ति खलु? परम् आप्नोति, परं तत्र परम् इति हालन्तशब्दः. सत्यं, सत्यं, समीचीनं. भगिनि, अत्र कर्मकृत् विग्रहवाक्यं किं महोदय उक्तवान् खलु भगिनि? अत्र महोदय वदतु, मेहुल् महोदय. कर्म करोति, कर्म करोति, कर्म करोति. अस्तु, अस्तु. कर्मकृत् इति पदं पश्यति चेत् भगिनि, कर्म करोति इति कर्मकृत् इति पदं, तर्हि अ इति अत्र आदौ अस्ति, अतः नै, नै अपि अस्ति, नै तत्पुरुषः अपि अस्ति. न कर्मकृत्, अकर्मकृत्. अस्तु भगिनि, अस्तु. तर्हि अग्रे सरला भगिनी अग्रे करोति वा? सत्ता कर्मणि अविद्वांसौ यथा कुर्वन्ति भारत. अविद्वांसौ भवति, न विद्वांसौ इति नै तत्पुरुषसमासः भवति, किन्तु विद्वांसौ इति ये जानाति केवलम् एकः समासः अस्ति अत्र. समीचीनम्. अग्रे पुष्पा भगिनी करोति वा अग्रे? अस्तु भगिनि. अविनाशि तु तद्विद्धि येन सर्वमिदं ततं न विनाशि तत् नैतत्पुरुषः तद्विद्धि. अत्र मेलनमेव तत् तत् ओ न न दकार न मेलनमेव तद्विधि विधि विद्धि विद्धिः अस्ति अस्ति इति वयं चिन्तयामि. तद्विद्धिः येन तद्विद्धिः न तत्र विसर्ग विसर्ग लोपः अस्ति अत्र. तद्विद्धि विद्धिः न विद्धि विद्धि न विद्धिः विद्धिः न अत्र अत्र कीदृशरूपम् अस्ति कीदृशरूपम् अस्ति विद्धि इति रूपं कीदृशरूपम् अस्ति? द धकारस्य वि उपसर्ग धातुः कः? विद् विद् विद् विद् विद् विद् उपसर्ग विद् दकारः दकारः विद्धि विद्धि तद्विद्धि एतत् वयं दृष्टवन्तः विद् इति धातुः अदादिगणीयधातुः अस्ति. विद् इति धातुः अदादिगणीयधातुः अस्ति. अत्र विद्धि इति लोट्लकारस्य मध्यमपुरुषे एकवचनान्तरूपं लोट्लकारे मध्यमपुरुषे अस्तु विद्धि विसर्गः सर्वविधं सर्वम् इदं सर्वमिदं तत्तु मेलनं कथम् एक एव भगिनि. अस्तु अग्रे विजया भगिनि. अस्तु भगिनि. अविनाशि तु तत् एतत् पूर्वम् एतत् समासम् अविभक्त अविभक्तं च भूतेषु विभक्तिमिव च स्थितम् अविभक्तं विभक्तम् अविभक्तम् इति तत्र आगच्छति अविभक्तं न विभक्तं तत्र नञ्चित् तत्पुरुषसमासः एव. अनन्तरं विभक्तम् इव विभक्तं योगः इव विभक्तम् इव आगच्छति. अनन्तरं तत्र कोऽपि नास्ति खलु भगिनि? न विभक्तमेव तावदेव. अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च. अद्वेष्ट अत्र समासः अस्ति. न द्वेष्टा अपि अद्वेष्टा सर्वभूतानां तत्र समासः सर्वानां भूतानां सर्वभूतानां तत् षष्टि तत्पुरुषसमासः अस्ति भगिनि. सर्वानां भूतानां भूत इति पदम् अत्र भूत भूत अपि च सर्वतयोः सम्बन्धः कः? षष्टि इति वदति वा? आम् आं सर्वानां भूतानां सर्वानां भूतानां सर्वानां भूतानां मैत्रः और सर्वेषु सर्वेषु न इत्युक्ते अत्र सर्वापि न कुर्व इति विशेषणं नास्ति वा अत्र? सर्व मम चिन्तनमपि तथा एव अस्ति भगिनि. विग्रहवाक्यं किं भवति? पुल्लिङ्गं पुल्लिङ्गं नास्ति कृष्ण नपुंसकलिङ्गपदमस्ति तर्हि सर्व इति अपि विशेषणमस्ति खलु विग्रहवाक्यं भूतानाम् इति पदं भूतानाम् इति पदं षष्ट्यन्तपदम् अस्ति इदानीं तत्र षष्टिविभक्ति त्यजतु इदानीं भूतानि इति पदं स्वीकरोतु भूतानि इति पदम् अस्ति चेत् तत्र सर्व इति पदं विशेषणमस्ति तर्हि तस्य लिङ्गं वचनं किं भवति सर्वाणि भूतानि सर्वाणि भूतानि सर्वाणि भूतानि इति विग्रहवाक्यमस्ति सर्वाणि च तानि भूतानि च इति विग्रहवाक्यं तर्हि सर्वभूतानि इति समस्तपदमस्ति तदनन्तरम् इदानीम् अत्र षष्टिविभक्तिं योजयामः सर्वाणि भूतानि तेषां सर्वभूतानां अवगतम् आम् आम् आम् अग्रे वाक्यमपि पठतु न न इति अन्यत् अन्यदपि अव्ययम् अस्ति तदपि सुबन्तेन समासं प्राप्नोति परं तेन यदा समासः भवति तदा तु नकारस्य लोपः न भवति न इति अव्ययपदम् अस्ति यथा तत्पुरुषसमासे यदा प्रयुज्यामः तदपि सुबन्तेन अव्ययपदमस्ति परन्तु तदपि सुबन्तेन सह यथा आगच्छति तत् समासं प्राप्नोति परं तेन यदा समासः भवति तदा तु नकारस्य लोपः न भवति यदा नकारं योजयित्वा तत् समासः भवति तदा नकारस्य लोपः न भवति भगिनि अयोजयित्वा तत् नकारः तत् तिष्ठति वा तत् नकारः न लोपः न भवति हा अत्र नञ् इति पदम् अपि अस्ति नञ् इति अव्ययमपि अस्ति व्याकरणे न इति अन्यत् अव्ययमपि अस्ति न इति अव्ययम् अपि अस्ति यत्र न इति अव्ययपदम् अस्ति नञ् नास्ति तत्र तु नकारस्य लोपः न भवति अपि च ञकारस्य लोपः तथा किमपि नास्ति अत्र न इति एव अव्ययम् अस्ति तत्र किमपि कार्यं नास्ति तथापि तत्र समस्तपदं न इति अव्ययं पूर्वपदे अस्ति अतः अत्र केवलं योजनं भवति सन्धिः अस्ति चेत् सन्धिः करणीयः न इति अव्ययम् अस्ति अतः न योगः एकदा इति पश्यामः चेत् नैकदा इति केवलं योजनं अत्र उदाहरणानि सन्ति न एकदा न एकदा एकदा न अन्तरीयकम् अन्तरीयकं नान्त्रीयकम् न एकदा अत्र किम् अभवत् वृद्धि अभवत् वा भगिनि न एकदा वृद्धिसन्धिः सत्यं वृद्धिसन्धिः भवति एकारस्य ऐकारः भवति वृद्धिसन्धिः भूत्वा नैकदा इति समासः एकारः भूत्वा तत् ऐकारः नान्तरीयकं सत्यं सत्यं अन्तिमवाक्यमपि पठतु महोदय यद्यपि कर्मधारयसमासस्य अन्ये अपि भेदाः सन्ति तथापि संक्षेपदृष्ट्या तेषां विवरणं न कृतम् इति बोध्यम् अस्तु वयं तु षड् प्रभेदाः एव कृतवन्तः परन्तु अन्ये प्रभेदाः अपि सन्ति तत् यदा वयं न विवरणं न पठितम् भगिनि इदानीं न एकदा एतदपि उपपद नै तत्पुरुषसमासः अस्ति वा कीदृशसमासः अस्ति न एकदा न अन्तरि नै तत्पुरुषसमासस्य एव अन्तर्भूत अस्तु. तत्र तावदेव अस्ति, अत्र सर्वं जातम् इदानीम्, अत्र कथा एव अस्मिन् पाठे अवशिष्यते, तां कथाम् अग्रिमसप्ताहे पठिष्यामः. अपि च कानिचन उदाहरणानि अपि सन्ति खलु गृहपाठरूपेण, तानि अपि अग्रिमसप्ताहे परिशीलिष्यामः. भगिनि, मम एक विज्ञापनम् अस्ति, किं चेत् सप्तवादनपर्यतः सार्ध अष्टवादनपर्यन्तं कुर्मः वा अग्रिमवर्गे? हा, तदा अनन्तरम् ईमेल् प्रेषयतु भगिनि किम् इच्छति इति, अनन्तरम् ईमेल् प्रेषयतु. अस्तु भगिनि, ते सर्वे समासान् कृतं न उक्तं न, ते सर्वे प्रेषयतु भगिनि. प्रादिसमासः, प्रादिसमासः कोऽपि, एते सर्वे न पुस्तके नास्ति न? भगिनी तत्र ऋत्वं ऋत्वम् उक्तवती खलु भगिनि, एकः तत्र सूत्रमपि अस्ति खलु, एतत् सूत्रं सम्यक् न श्रुतवती, एकवारं प्रेषयतु भगिनि एतत् ऋत्वमध्ये किम् आगच्छति तत्र सूत्रमिति. सन्धिकरपत्रं प्रेषयामि, हल्सन्धिकरपत्रं. अस्तु भगिनि, धन्यवादः. अस्तु तर्हि तर्हि समापयामः सर्वेषाम्. अन्यत् किमपि अस्ति वा? धन्यवादः भगिनि, धन्यवादः, धन्यवादः, धन्यवादः.